सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकम् अद्य नूतनविषयः अस्ति धातुपटे हल् सन्धिः तृतीयः भागः इति। आरम्भतः एकवारं पठामः। सरस्वती भगिनी आरब्धुम् इच्छति वा? आं भगिनि। एतावता ततः किम् आरभ्य? आमाम् आरम्भतः आरम्भतः अस्तु। एतावता अस्माभिः दृष्टं यत् धातुपाठ्ये हलन्तधातुभ्यः सादिः, तादिः, खादिः, धादिः च प्रत्ययः विहितः चेत् हल् सन्धिर्भवति। प्रत्ययः वादिः, मादिः, नादिः चेदपि कुत्रचित् भवति। एकनिमिषम्। प्रथमे पाठे हलन्तेभ्यो धातुभ्यो लङ्लकारस्य स्वप्रत्ययस्वप्रत्ययश्च इत्यनयोः योजनविधिः अवलोकितः। द्वितीयपाठे हलन्तेभ्यो धातुभ्यः सकारादिप्रत्ययानां योजनविधिः लङ्लकारस्य स्वप्रत्ययम् अतिरिच्य अवलोकितः। अधुना तृतीये पाठे हलन्तेभ्यो धातुभ्यः सकारादिप्रत्ययानां सकारादिप्रत्ययानां च योजनविधिः लङ्लकारस्य सप्रत्ययम् अतिरिच्य परिशीलयामः। विधयः चतुर्षु विभागेषु विभक्तः। प्रथमविभागः अस्ति हलन्तेभ्यो धातुभ्य लङ्लकारस्य सप्रत्ययः सप्रत्ययश्च इत्यनयोः योजनविधिः। द्वितीयभागः अस्ति हलन्तेभ्यो धातुभ्य सकारादिप्रत्ययानां योजनविधिः लङ्लकारस्य सप्रत्ययम् अतिरिच्य। तृतीयः अस्ति हलन्तेभ्यो धातुभ्य सकारादिप्रत्ययानां थकारादिप्रत्ययानां च योजनविधिः। एकनिमिषम्, मम स्क्रीन् किञ्चित् जम्प् करोति। एकनिमिषम्। लङ्लकारस्य तप्रत्यये अतिरिच्य। चतुर्थः अस्ति हलन्तेभ्यो धातुभ्यः धकारादिप्रत्ययानां योजनविधिः। भगिनी अन्य कोऽपि पठति किं? मम स्क्रीन् जम्प् करोति बहु, न जानामि किमर्थम्। ओके अस्तु, तर्हि सूर्यकुमारी भगिनी पठतु। भगिनी पठतु आरम्भतः। विधयः चतुर्दशु विभागेषु आरम्भतः एकवारं पठतु भगिनि। एतावता ओके। एतावता अस्माभिः द्रष्टव्यं धातुपाठे अस्माभिः दृष्टं द्रष्टव्यं न दृष्टम् ओके दृष्टं दृष्टं यत् धातुपाठे हलन्तधातुभ्य सादिः, तादिः, यादिः, धादिः च प्रत्ययः विहितः चेत् हलसन्धिर्भवति। प्रत्ययः वादि, मादिः, नादिः चेदपि कुत्रचित् भवति। प्रथमे पाठे हलन्तेभ्यो धातुभ्यो लङ्लकारस्य ताप्रत्ययः सकारप्रत्ययः प्रत्ययश्चेत् सप्रत्ययः च इत्यनयोः योजनविधिः अवलोकितः। कुत्र अस्ति भवती, कुत्र अस्ति करपत्रं तत्र अवलोकितः? करपत्रे मध्ये अन्य अवलोकितः अवलोकितः इति कुत्र अवलोकितः। तृतीयपाठे हलन्तेभ्यो धातुभ्यः सकारादिप्रत्ययानां योजनविधिः लङ्लकारस्य सप्रत्ययम् अतिरिच्य अवलोकितः। अधुना तृतीयपाठे हलन्तेभ्यो धातुभ्यः तकारादिप्रत्ययानां तकारादिप्रत्ययानां च योजनविधिः लङ्लकारस्य ताप्रत्ययम् अतिरिच्य परिशीलयामः. सारांशे तृतीयपाठे तकारादिप्रत्ययानां योजनविधिः अद्य पाठः अस्ति लङ्लकारस्य ताप्रत्ययम् अतिरिच्य. तदेव भगिनि, हलन्तेभ्यो धातुभ्यः तकारादिप्रत्ययानां तकारादिप्रत्ययानां च योजनविधिः लङ्लकारस्य ताप्रत्ययम् अतिरिच्य इति तृतीयपाठे अस्ति. तथैव वयं पठामः अग्रे यत् परिच्छेदः, यः परिच्छेदः अस्ति तमपि पठतु. विधयः चतुर्षु विभागेषु विभक्तः. हलन्तेभ्यो धातुभ्यो लङ्लकारस्य साप्रत्ययः साप्रत्ययचेतनयोः योजनविधिः. हलन्तेभ्यो धातु द्वितीयमस्ति, हलन्तेभ्यो धातुभ्यः सकारादिप्रत्ययानां योजनविधिः लङ्लकारस्य साप्रत्ययं सकारप्रत्ययम् अतिरिच्य. हलन्तेभ्यो धातु तृतीयमस्ति, हलन्तेभ्यो धातुभ्यः तकारादिप्रत्ययानां तकारादिप्रत्ययानां च योजनविधिः लङ्लकारस्य साप्रत्ययम् अतिरिच्य. चतुर्थभागः, हलन्तेभ्यो धातुभ्यो तकारादिप्रत्ययानां योजनविधिः. तर्हि चतुर्षु अयं पाठः तृतीयः. हलन्तेभ्यो धातुभ्यः तकारादिप्रत्ययानां तकारादिप्रत्ययानां च योजनविधिः लङ्लकारस्य ताप्रत्ययम् अतिरिच्य परिशील्यते. हलन्तधातुभ्यः सादिप्रत्ययः सादिप्रत्ययः चेत् अष्टसम्भावनाः सन्ति. येषु अष्टसु विभागेषु स्मरणीयं यत् तकारौ कर्प्रत्ययौ स्तः. अतः भगिनी बहु धन्यवादः, अहम् अन्म्यूट् कर्तुम् अशक्ता आसम्. हा, सम्यक् अस्ति. तर्हि अत्र नूतनपाठः अस्ति. अत्र प्रथमपाठे तत्र किं दृष्टमासीत् इति चेत् लङ्लकारे अपृक्तसंज्ञकः तकारः इति प्रत्ययः, सकारः इति प्रत्ययः लङ्लकारे. तदनन्तरं द्वितीयपाठे सकारादिप्रत्ययः इति अस्माभिः दृष्टं लङ्लकारं विहाय. इदानीम् अस्माकं तृतीयः पाठः अस्ति. तृतीयपाठे तकारादिप्रत्ययः, हलन्तेभ्यः धातुभ्यः तकारादिप्रत्ययः अनयोः योजनविधिः इति अस्ति. अनन्तरम् अग्रिमकरपत्रे धकारादिप्रत्ययानां योजनविधिः इति वयं पश्यामः. तर्हि अस्मिन् करपत्रे तकारादिप्रत्ययः थकारादिप्रत्ययः वर्तते चेत् किं भवति इति इदानीम् अग्रे पश्यामः. तर्हि अग्रे मीना भगिनी पठतु. तर्हि तत्र भगिनि, तर्हि चतुर्षु वयं पाठः तृतीयः न तत्र इदानीं ततः अग्रे हलन्तेभ्यः हलन्तधातुभ्यः तादिप्रत्ययः थादिप्रत्ययः चेत् अष्टसम्भावनाः. अस्य साक्षात् अनन्तरं भगिनि बि इति भागः अस्ति. ओके, हलन्तधातुभ्यः तादिप्रत्ययः थादिप्रत्ययः चेत् अष्टसम्भावनाः. एषु अष्टसु विभागेषु स्मरणीयं यत् एकः तथा तकार थकारौ कर् प्रत्याहारे स्तः. ओके, अतः बहुत्र करिचय इत्यनेन चत्वसन्देहे प्रसङ्गः. द्वितीय तकार थकारौ झल् प्रत्याहारे स्तः. अतः यत्र झलि इति सूत्रेषु अनुवर्तते तत्र तकार थकार च परे सूत्रस्य प्रसङ्गः. तत्र हलन्तधातुभ्यः तकार थकार प्रत्ययः अस्ति चेत् अष्टसम्भावना सन्ति. अष्टसु तत्र तकार तकारौ ते खर् प्रत्याहारे स्तः तकारद्वितीयवर्णः खर् प्रत्याहारे अस्ति तस्मात् करि चेति प्रत्ययसूत्रं कार्यं करोति तकारत जल् तकारतकारौ जल् अपि प्रत्याहारे जलि अपि जल् प्रत्याहारे अपि च अस्ति अतः तत्र झलि इति सूत्रेषु कार्यं करोति झलि इति सूत्रं कार्यं करोति अग्रे पठामि वा प्रथमं धात्वन्ते वर्गस्य प्रथमः प्रथमः द्वितीयः तृतीयः वर्णः येषु अन्यतमश्चेत् धात्वन्ते चत्वं करि च धात्वन्ते वर्गस्य प्रथमः द्वितीयः तृतीयः वर्णः अस्ति चेत् तत्र धात्वन्ते चत्वं चत्वं भवति करि चेति सूत्रेण ख अत्र ख ख ग प्रथमद्वितीयवर्णाः तत् खरि चेति सूत्रेण प्रथम ककारः एव भवति प्रथमवर्णः भवति किं तत् लेलेक् इति उदाहरणमस्ति लेलेक् योगः अस्ति तत्र ककारः द्वितीय वर्गस्य वर्णः अस्ति तत्र लेखकारः सो करि चेति सूत्रेण खकारः खकारः भवति ले लेक् योगः अति ले लेक्ति इति भवति षकारजकारः खकारः भवति प्रथमं चोक्कुः इति सूत्रेण कवर्गं भवति तत् तदनन्तरं करि चेति सूत्रेण तत्र कवर्ग प्रथमकवर्ग एव केवलं भवति तादृशं तिष्ठति इदानीम् उदाहरणं भुञ्ज् योगः तः भुञ्ज् योगतः भुङ्क्तः ओके भुञ्ज् योगः तः चोक्कुः प्रथमं कार्यं करोति वा भुङ् भुङ्क् भुङ्क् भुङ्क् तः योगः तः भुङ् भुङ् गकारः भुङ् भुङ् भुङ् गकारः तृतीयवर्णः तदनन्तरं चत्वं भवति वा भुङ्क् तदनन्तरं तत्र नश्यपदान्तस्य झलि ओ नश्यपदान्तस्य झलि झलि अनुस्वारः अनुस्वारस्य ये परसवर्णः तदत्र अन्तिम अनुनासिकवर्णः अस्ति ककारस्य अनुनासिकवर्णः अस्ति भुङ् योगः तः तदनन्तरं खरि च किल खरि च भुङ्क् योगः तः भुङ्क्तः तदनन्तरं तत्र वस्तुतः अनुस्वारस्य ये परसवर्णः इति अन्ततो गत्वा भवति करि च इत्यस्य अनन्तरं भुङ्क्तः पुनरपि वदामि प्रथमं भुञ्ज् योगः च भवति तत्र चोक्कुः इत्युक्ते भुङ् योगः भवति तन् अनुस्वारस्य यै परसवर्णः तत्र भवति वा न तत्र यतोहि मूले नकारः एव आसीत् भुञ्ज् इति नकारस्य अनुस्वारादेशः तस्य पदान्तस्य झलि इत्यनेन तदनन्तरं तदनन्तरं चर्त्वं चर्त्वं भवति तदनन्तरं करि च न करि च इत्यनेन एव चर्त्वं तदनन्तरम् अनुस्वरस्य यै परसवर्णः अन्ततो गत्वा प्रथमं भुङ्क्तः किन्तु बहु समीचीनम् अस्ति अत्र एतावता समीचीनं सम्यक्तया उक्तवती इदानीं तत्र ततः अग्रे किं शोभाभगिनी अग्रे पठति वा किन्तु विशेषः क्षम्यतां तत्र चकारस्य उल्लेखः नास्ति तत्र वृषभृश इति तत्र किं च द्वितीयवर्णः नास्ति अल्पप्राणचकारः अस्ति महाप्राणचकारः न दर्शितः तत्र कुत्र अच् धात्वान् धात्वान्ते वर्गस्य प्रथम द्वितीय तृतीय इति उक्तं ख ख ग इति लिखितं च ज इति लिखितं च छ इति न लिखितं किल इत्युक्ते धातोः अन्ते चकारः इति वा चकारः जलि परे तत्र ब्रश ब्रश एव कार्यं करोति किल चकारान्तधातु न तत्र चकारः तुक् सहित वा तुक् रहित वा इति द्रष्टव्यं खलु ओ तत् न लिखितं तत्र तदेव इत्युक्ते वयं पश्यामः अग्रे अस्ति वा इति किं कुत्र अस्ति इति वयं पश्यामः अस्तु अस्तु भगिनि तत्र किन्तु व्रश्च भ्रश्च सृज् मृज् यज् राज् भ्राज् सम्यक् पठतु कुत्र सूत्रं न तत्र किन्तु ओके समेतां समेतां पूर्वं पठतु खलु अहं सूत्रं पठामि समेतां पठतु हा किन्तु इत्युक्ते तत्र भुञ्ज् इत्यत्र किं तत्र चोहकुः इति सूत्रेण कार्याणि अभवन् अपि च तदनन्तरं खरिच इति आगतं किन्तु व्रश्च भ्रश्च सृज् मृज् यज् राज् भ्राज् इति धातो धातुः अस्ति चेत् तर्हि तत्र मूर्धन्य षकारः भवति व्रश्च भ्रश्च सृज मृज यज राज भ्राज शशां शः इति सूत्रेण यथा तत्र यायज् योगः ति तत्र जकारस्य स्थाने इदानीं चोः कुः इति इत्यस्य प्रसक्तिः नास्ति यतोहि यायज् इति तत्र यज यज् धातुः अस्ति तस्य यङ्लुगन्तरूपं यायज् इति भवति अतः तत्र वृक्ष वृक्ष सृजमुज यज राज भ्राजच्छशांशः इति सूत्रं कार्यं करोति अतः तेन सूत्रेण यायश् इति रूपं भवति चकारस्य षकारादेशः यायश् योगः ति तत्र श्रुत्वं भवति तकारस्य यतोहि षकार तवर्गयोः योगे स्तोः श्रुनष्टुः इति सूत्रं कार्यं करोति तर्हि तकारस्य टकारादेशः यायश्च इति रूपं तथा एव व्रश्च इति धातुः धातोः यङ्लुगन्तरूपम् अस्ति वाव्रश्च इति वाव्रश्च योगः ति वाव्रच् इति यतोहि तत्र वाव्रच् योगः ति तत्र षकारस्य लोपः न किन्तु तत्र किं नशिष्यमाणम् अस्ति तद् षकारः तत्र किं सन्धिः षकारः नशिष्यमाणं खलु हा तदेव उक्तवती अहं भगिनि षकारः षकारः तालव्यषकारः नशिष्यकारः तालव्यषकारः नशिष्यमाणं न षकारः च वर्गः चवर्गीयवर्णः चकारः सः नशिष्यमाणम् अस्ति यतोहि सा चकारः एव निमित्तम् अस्ति खलु तत्र श्रुत्वस्य कृते आमाम् इति कृत्वा चकारः नशिष्यमाणम् अस्ति यतोहि यदा भ्रष्टभ्रष्ट कार्यं करोति तदानीं चकारस्य स्थाने षकारः मूर्धने षकारः आयाति इति कृत्वा निमित्तं नशिष्यमाणं निमित्तं नशिष्यमाणम् अस्ति इत्युक्ते अकृतव्यूहाः पाणिनीयाः इति परिभाषा वा वार्तिका वा भगिनि तेन परिभाषया तत्र अग्रे गत्वा षकारः नशिष्यमाणम् अस्ति इत्यतः तत्र षकारः अपि किम् अपगच्छति तत्र न तिष्ठति इति ततः तत्र इदानीं वाव्रच् इति दर्शितं वाव्रच् योगः ति इदानीं तत्र पुनः चकारः अस्ति अन्ते धातोः अन्ते अतः चोहकुः इत्यस्य कार्यं भवति चकारस्य स्थाने जकारादेशः भवति प्रथमं तदनन्तरं ते तद्भवति खलु हा तदनन्तरमेव तत्र व्रश्च भ्रश्च सृज मुज यज राज राजच्छशाम् अथवा अपवादरूपेण भवति क्षमतां तत्र चुहुकुः इति न भवति अपवादत्वेन व्रश्च भ्रश्च सृज मृज यज राज भ्राजच्छशां शः इति सूत्रेण चकारस्य स्थाने मूर्धन्य चकारादेशः वावृषयोगः ति तत्रापि श्रुत्वं भूत्वा वावृष्टि इति रूपं भवति षकार सवर्गीययोः योगे अग्रे पठनीयं वा पूर्वसूत्रमस्ति खलु भगिनि व्रश्च व्रश्च तत्र कोः संयोगाद्योरन्ते कोः संयोगाद्योरन्ते चेत् प्रथमतया भवति तत्र मालवे सकारस्य मूले सकारः आसीत् इति कृत्वा तत्र स्तुत्वं वस्तुतः न करणीयं सकारस्य लोपः प्रथमतया भवति कोः संयोगाद्योरन्ते च इत्यनेन खलु इत्युक्ते वावृश्च इत्यत्र संयोगाद्योरन्ते इत्यनेन शकार किं सकारः एव मूले आसीत् तत्र शकारः तालव्यशकारः न जातः वावृश्च वावृश्च इति एव अस्ति वा व्रश्च इति तत्र सकारचकारयोः संयोगः सकारः तत्र सकारचकारयोः संयोगः संयोगस्य आदौ सकारः वर्तते अनन्तरं झल् वर्णः परः वर्तते इति कृत्वा सकारस्य लोपः भवति कोः संयोगाद्योरन्ते च इत्यनेन अस्तु तेन वाव्रच् इति प्राप्तम् अस्तु तेन वाव्रच् तदनन्तरं व्रश्च व्रश्च इत्यनेन सकारः वाव्रच् शकारः इति वावृष्टि इति अस्तु अस्तु भगिनि ओके अग्रे करणीयं वा हा अग्रिममपि करोतु न यायज् वावृष्टि इति कृतवती खलु अस्तु समीचीनं भगिनि सम्यक् सम्यक् अस्ति तर्हि अत्र वावृष्टि इति अत्र कोऽपि संशयः अस्ति वा ओके तर्हि इदानीम् अग्रे वयं गच्छामः भगिनि संशयः अस्ति भगिनि तत्र को संयोगान्त्यो लोपस् तत्र शकार तालव्यशकारः लोपः वावृच् अस्ति न न एकवारं शृणोतु तालव्यशकारस्य लोपः नास्ति तत्र सकारस्य लोपः इत्युक्ते तत्र वस्तुतः वावृश् इति एव नास्ति वावृश् सकारचकारः यतोहि सकारस्य प्रभावेण एव सकारस्य स्थाने श्रुत्वं भवितुमर्हति इदानीं तादृशचकारः तादृशचकारस्य स्थाने अग्रे गत्वा षकारादेशः भवति व्रश्चभ्रश्च इत्यनेन इति कृत्वा तादृशचकारः इदानीं निमित्तं नशिष्यमाणं निमित्तम् इति कृत्वा तत्र श्रुत्वकार्यमेव न जायते अतः वाव्रश्च इति स्वीकृत्य वाव्रश्च योगः ति इति स्वीकृत्य तत्र कोः संयोगाद्योरन्ते च इत्यनेन सकारस्य लोपः प्रथमतया तदनन्तरं व्रश्च भवति वाव्रश् भवति वाव्रच् भवति वाव्रच् योगः ति तदनन्तरं व्रश्च इत्यनेन चकारस्य स्थाने मूर्धन्यषकारः वाव्रश् तदनन्तरं श्रुत्वं तकारस्य स्थाने श्रुत्वं वावृष्टि सकारस्य स्थाने व्रश्च ब्रश्च धन्यवादः तर्हि अग्रे सरामः भगिनि नमस्ते भगिनि मम ध्वनि श्रूयते वा इदानीं श्रूयते धन्यवादः अरुणभगिनी अग्रे पठति वा ठकार ठकार ढकार अस्ति चेत् ठ एव अखरि च इति सूत्रेण ठ आदेशः भवति उदाहरणमस्ति ईद् धातुः ईद् योगः ते ते इति आत्मनेपदप्रत्ययः ईद् अकारस्थाने अकार आगच्छति ईद् योगः ते अत्र जलां जषि भगिनि ईट् टकारस्थाने टकार आगच्छति जलां जषि इति सूत्रेण न ईड् योगः ते जलां जष्यसि इति न हरिच खरीच इत्यनेन प्रथमवर्णः आयाति ईट्टे ओ ओके खरीच एव ओके खरीच इत्यनेन ईट् योगटे ईट्टे भवति ईट्टे भवति तदा तकार अस्ति चेत् प्रथमवर्णः तकार आगच्छति खरीच इत्यनेन उदाहरणम् अद् योगः अस्ति अत्र तकार स्थाने तकार आगच्छति खरीच इत्यनेन अद् योगति अस्ति भवति जरोच्छति जरोजरि सवर्णे इत्यनेन हल् उत्तरस्य जर् विकल्पेन लोपः सवर्णझरि परे अत्र छिन्द् युगतः करिच इत्यनेन छिन्द् दकारस्थाने तकार आगच्छति तदनन्तरं नश्च पदान्तस्य जलि अनुस्वरस्य परिसवर्णः अनेन पदमं अनुस्वर भवति तदनन्तरं चिन्नप्त युगतः चिन्नप्तः इति रूपं भवति अत्र सूत्रमस्ति न तदनन्तरं तत्र किं झरोझरि सवर्णे इति कथं कार्यं करोति चिन्त योगः तः तर्हि चिन्तः इति एकं रूपम् अन्यत् रूपं किम् अस्ति झरोझरि सवर्णे इत्यनेन झरोझरि सवर्णे इत्यनेन हल् उत्तरस्य झर्वर्णविकल्पेन लोपः भवति अत्र चिन्तः एव अवशिष्यते प्रथमतकारस्य लोपः भवति ओके फकार फकार बकार अत्र खलिच इत्यनेन प्रथमवर्णः पकार आदेशः भवति टेप् योगः ता भवति सम्यक् समीचीनं सम्यक् भगिनि तर्हि तत्र झरोझरि सवर्णे इत्यनेन तत्र हल् वर्णः अस्ति नकारः चिन्ता इत्यत्र हल् वर्णः अस्ति नकारः तदनन्तरं तकारः जर्वर्णः अस्ति तस्य अनन्तरं सवर्णः जर्वर्णः तकारः वर्तते इति कृत्वा मध्ये यः जर्वर्णः अस्ति तस्य लोपः विकल्पेन भवति अतः चिन्तः चिन्तः रूपत्वेन सम्यक् ओके तर्हि इदानीं किञ्चित् अग्रे गच्छामः किम् इदानीं सरस्वती भगिनी पठितुमिच्छति वा आं भगिनि इदानीमस्ति पकार फकार बकार एते सन्ति चेत् पकार भवति खरीच इति सूत्रेण उदाहरणमस्ति टेप् योग ता तर्हि खर्वर्णः अस्ति तकार अतः परन्तु अत्र खरीच कार्यं करोति परन्तु परिवर्तनं नास्ति यतोहि पकारः एव अस्ति तस्मात् पूर्वमपि अतः तेप्ता भवति द्वितीयबिन्दु अग्रे पठामि न भगिनि पठामि न भगिनि अवश्यं पठतु पठतु धात्वन्ते वर्गस्य चतुर्थः वर्णः चेत् प्रत्यय आदौ थकार थकार इत्यनयोः धकार जषसथो दोधः धात्वन्ते जष्त्वं जलां झलां झष् झषि यथा दोघ् दोघ् योगकी अस्ति चेत् अत्र धातोः अन्ते घकार अस्ति तर्हि तत्र दोघ् योगकी अस्ति तर्हि प्रथम तु जषसथो दोधः भवति इत्यनेन तकारस्थाने धकार आगच्छति यतोहि सूत्रं वदति जषः अस्ति तकार अथवा थकार अस्ति चेत् तस्य धकार भवति अधः इत्युक्ते ध ध कृते नास्ति अध अतः अत्र तु दोघ् अस्ति अतः तत्र सकारस्य स्थाने धकार भवति अतः दोघ् योग धी इदानीं झलां झष् झषि भवति तथा घकारस्थाने गकार आगच्छति दोग्धि तृतीयबिन्दु नकारान्त मकारान्त धातुभ्यः कित्निच् प्रत्ययः चेत् धातोः उपधायाः दीर्घत्वं भवति अनुनासिकस्य क्विज्झलो निति संयोगक्त तत्र तु प्रत्ययस्य ककारस्य तु लशकोत्तद्विते इत्यनेन इत् भवति तस्य लोपः भवति केवलं त अवशिष्यते परन्तु अत्र मकारान्तधातुः अस्ति इदानीं कित् अस्ति तदनन्तरं कित् प्रत्ययः अस्ति अतः धातोः उपधायाः दीर्घत्वं भवति अनुनासिकस्य किज्झलो निति इति सूत्रेण अतः क्षं क्षां भवति तदनन्तरं मकारस्य पुनः अत्र नशापदान्तस्य झलि इत्यनेन अनुस्वारः भवति तदनन्तरम् अनुस्वारस्य ययि परस्वर्णः इत्यनेन नकारः भवति अतः अन्तिमं रूपमस्ति शान्त किन्तु पञ्चदशानां धातूनाम् अनुनासिकलोप अनुदात्तोपदेश वनति तनुत्यादीनाम् अनुनासिकलोपो झलि निति इत्यनेन पञ्चदश धातवः सन्ति यत्र यथा हन् योगस्थः तर्हि तत्र नकारान्तधातुः अस्ति अतः यथा पूर्वं वयं दृष्टवन्तः अनुनासिकस्य क्विजलो निति कार्यं करोति वा इति चिन्तनं भवति परन्तु अनुदात्तोपदेश वनति तनोत्यादि नाम अनुनासिकलोपो झलि निति एतस्य कार्यं भूत्वा नकारस्य अत्र लोपः भवति तथा तत्र ह योगतः अतः हतः भवति एवमेव गम योगतः गतः भवति सन्धिकार्यं नश्यपदान्तस्य झलि अनुस्वारस्य ययि परसवर्ण एतद् तु अहम् उक्तवती गम शाम योगतः अत्र शान्तः कथं भवति एवमेव गम योगता अस्ति चेत् अत्रापि गम योगता अस्ति चेत् प्रथमतया तु नशपदन्तस्य झलि इत्यनेन मकारस्य स्थाने अनुस्वारः आगच्छति तदनन्तरं नश अनुस्वारस्य ययि परसवर्ण इत्यनेन गन्ता भवति नकार आगच्छति अग्रे अपि पठामि भगिनि बहु समीचीनं भगिनि तर्हि अत्र मकारान्तनकारान्तधातूनां विशेषः वर्तते वस्तुतः तत्र विशेषसूत्रद्वयं वर्तते अस्य विषये पूर्वं पठितं प्रायः न पठितम् अनुनासिकस्य क्विज्जलोः क्विति इति एकं सूत्रम् अनन्तरम् अनुदातोपदेश वनति तनोत्यादीनाम् अनुनासिकलोपो झलि क्विति इति सूत्रद्वयम् अनुनासिकस्य क्विज्जलोः क्विति इति वस्तुतः सामान्यसूत्रमस्ति येन उपधायाः दीर्घत्वं भवति यत्र जलादि कितिनिति प्रत्यपरे अनुनासिकान्तम् अङ्गम् अस्ति चेत् उपधायाः दीर्घत्वं झलि क्विति इति अस्ति अनन्तरम् अनुदातोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो झलि क्विति तत्र तु केवलं परिगणितानां धातूनाम् अनुनासिकान्त अङ्गम् अनुनासिकस्य लोपः भवति झलिग्निति तर्हि अत्र हन् धातुः तादृशधातुः गम् धातुः तादृशधातुः यत्र तप्रत्ययः जलादिकिति वर्तते अतः नकारस्य मकारस्य लोपः हन् धातौ नकारस्य लोपः गम् धातौ मकारस्य लोपः तत्रापि वस्तुतः अनुनासिकस्य क्विजलोः इत्यस्य प्रसङ्गः अस्ति परन्तु तत् प्रबाद्य अनुदातोपदेशवनदितनोत्यादीनाम् इति दीर्घसूत्रस्य कार्यम् यत्र सूत्रद्वयस्य कार्यं नास्ति इत्युक्ते जलादि कितिनिति प्रत्ययः नास्ति तत्र तु सामान्यसन्धिकार्यम् एव भवति अपि च यत्र एतादृशविशिष्ट अङ्गकार्याणि भवन्ति तत्रापि यथा तत्र अनुनासिकस्य क्विजलोः इत्यनेन उपधायाः दीर्घत्वं शां योगः तः तदानीं तत्र नश्यापदन्तस्य जलि अनुस्वरस्य परसवर्णः इत्यनयोः कार्यं भवितुमर्हति यत्र यत्र प्रसङ्गः तत्र तु विशेषः नास्ति विशेषः तु अङ्गकार्याणि द्वयम् अङ्गकार्यद्वयम् अनुनासिकस्य क्विजलोहोग्निति अनुदात्त उपदेशवनतितनोत्यादीनाम् अनुनासिकलोपो झलिग्निति. सूत्रद्वयम् अग्रे आयास्यति, तदानीं वयं पश्यामः. इदानीं ततः अग्रे किं वंसि भगिनी पठितुमिच्छति वा? चतुर्थः बिन्दुः अस्ति, यकारान्तधातूनां यकारलोपः लोपो व्योर्बलि इति सूत्रेण जाहाय् यो भवति. तत्र तु लोपो व्योर्बलि इति सूत्रेण यकारस्य लोपः भवति, जाहति अपि रूपं भवति. बलि प्रत्यय वल् प्रत्याहारे लोपः भवति वकार यकारयोः, वल् प्रत्याहारस्थवर्णः परे भवति इति उक्तम्. अतः तत्र यकारस्य लोपः भवति. वल् प्रत्याहारे त नास्ति न, वलि इति उक्तम्. सकारः वल् नास्ति वा? वल् ओ अस्तु अस्तु, क्षम्यतां क्षम्यतां, तत्र वल् इति अस्ति, अस्तु अस्तु क्षम्यताम् अस्ति. अतः यकारस्य लोपः भवति, जाहति इति. अग्रे अपि पठामि वा? सामान्यसूत्रस्य धात्वान्ते षकारः चेत् षकारस्य ताळवेषकारस्य मूर्धनिषकारः भवति. प्रश्य प्रश्य सृज भुज यज राज भ्राज चषांशः इति सूत्रेण तदा तकार थकारयोः ष्टुत्वं भवति. वश्यो कहति व्रश्य व्रश्य सुज भज यज राज व्राज शशांशः इत्यनेन तालवेशकारस्य स्थाने मूर्धनिषकारः भवति. झलि परेति इति झल् प्रत्याहारस्थवर्णः अस्ति. तस्मात् अष्टुनाष्टुः इत्यनेन तत्र तकारस्य तवर्गीय तवर्गीयप्रथमवर्णः आदेशः भवति. अतः वष्टि इति रूपं भवति. षष्ठः बिन्दुः अपि पठामि वा? नो चेत् अन्येकपि पठतु पठतु. धात्वान्ते षकारः चेत् ष्टुत्वं ष्टुत्वम् एव द्वेष्यो कहति ष्टुनाष्टुः इत्यनेन द्वेष्यो कहति द्वेष्टि इति तु सामान्यसूत्रमस्ति, वयं जानीमः. तत्र ष्टुनाष्टुः इत्यनेन षकारः अन्ते अस्ति चेत् तत्र परे झल् वर्णः अस्ति, तत्र तु तकारः अस्ति इति कारणात् द्वेष्टि इति रूपम्. धात्वान्ते सकारः चेत् वर्णमेलनम् आश्योगः ते, तत्र किमपि कार्यं नास्ति, आस्ते इति रूपं भवति. बहु समीचीनं भगिनी, धन्यवादः, सम्यक् अस्ति. तर्हि अत्र प्रत्येकं बिन्दुं स्वीकृत्य वयम् अग्रे पश्यामः विस्तृततया. तर्हि अत्र केवलं सारांशः एव अग्रे. एतत् समीचीनमस्ति भगिनि, सर्वं पठित्वा एकवारम् एव पश्यामः चेत् अत्र मनसि तिष्ठति एव. आम् अवश्यं. लक्ष्मीभगिनी अग्रे. धात्वन्दे सकारः चेत् वर्णमेलनम् आस्योगते आस्ते इति पठितं. धात्वन्ते हकारः चेत् हकारस्य ढकारादेशः लोपः तकारधकारयोः ढकारः इति हकारस्य ढकारादेशः होठः सूत्रेण. ततः परं जशस्तथुर्धूतः इति सूत्रं तत्र, क्षम्यतां, लोपः इति किमर्थम् उक्तम् अनन्तरं हकारस्य डकारः हकारस्य लोपः इति उक्तं वा अत्र? हकारस्य डकारः धात्वन्ते हकारः चेत् हकारस्य डकारः, अनन्तरं तत्र यदा डकारः जायते तदनन्तरं तत्र ष्टुनाष्टुः इत्यनेन अनन्तरं डकारः, पूर्वं डोडे लोपः इत्यनेन पूर्वतनडकारस्य लोपः. अस्तु अस्तु, हकारस्य डकारादेशः ततः परं जशस्तधूर्धूतः ष्टुनाष्टुः ष्टुनाष्टुः तत्र पुनः ढकारः आयाति, ढोडे लोपः इति सूत्रेण ढकारस्य लोपः. उदाहरणं दत्तमस्ति, लिह् योगता, लिह् इत्यस्य गुणकार्यं भूत्वा लेह् हकारस्य ढकारादेशः, लेड् लेड् योगता इत्यत्र जशस्तधूतः सूत्रेण तकारस्य धकारादेशः भवति तर्हि लेड् योग धा इति ष्टुनाष्टुः इत्यनेन धकारस्य ढकारादेशः भवति तवर्गस्य तवर्गादेशः तर्हि लेड् युग ढा इदानीं दोढे लोपः इत्यनेन प्रथमढकारस्य लोपः लेढा इति अन्तिमरूपं लभ्यते ढकारस्य लोपानन्तरं पूर्वस्थितस्य अण् अ इ उ इत्यस्य दीर्घादेशः ढलोपे पूर्वस्य दीर्घोणः इति सूत्रेण लिह् योगतः लिड् योगतः लिड् योगधः लिड् योगढः लि योगढः इत्यस्मिन् प्रसङ्गे ढ्रलोपे पूर्वस्य दीर्घोणः इति सूत्रेण लि इत्यस्य इकारस्य ईकारादेशः लीढः इति अन्तिमरूपं भवति दकारादि हकारान्धधातोः हकारस्य गकारादेशः तकारधकारयोः धकारादेशः अत्र उदाहरणार्थं दुः योगति प्रथमं गुणकार्यं दोः योगति दादेर्धातोर्घः सूत्रेण हकारस्य घकारादेशः दोख् योगति जशस्ततुर्धोतः सूत्रेण अन्तिमतकारस्य धकारादेशः दोघ् योगधि जश झलां झष् झषि सूत्रेण धोग् इत्यस्य महाप्राणखकारस्य झष्त्वं दोग् योगधि दोक्ति इति रूपं लभ्यते समीचीनं भगिनि बहु समीचीनम् धन्यवादः विजयलक्ष्मी भगिनी अग्रे स्वीकरोति वा द्रुहमोह अस्ति वा न श्रूयते भगिनि विजयलक्ष्मी भगिनी हरि ओम् अस्ति वा भगिनि किमपि न श्रूयते पुनः आगच्छतु अस्तु तर्हि इदानीम् अनिमा भगिनी पठतु क्षम्यतां भगिनि सा आगतवती क्षम्यतां तत्र विजयलक्ष्मी भगिनी इदानीं विजयलक्ष्मी भगिनी कुत्र गतवती आगतवती गतवती न आगतवती गता गतम् ओके अनिमा भगिनी पठतु अस्तु भगिनि द्रुह मोह श्नुह श्निह इत्येषां वा हकारः गकार तकार ओ सोरि हकारस्य गकारः भवति इति द्रुह मोह श्नुह श्निह इत्येषां वा हकारस्य गकारादेशः तकार धकारयोः धकारः वा द्रुह मोह श्नुह श्निहां झषस्ततोर् झषस्तथोर्धोर्धः झलां झष् झषि इत्यनेन एतेषां सूत्राणां प्रसक्तिः भवति न न पुनः वदतु झषस्ततोर् धोर् धोर् न झषस्ततोर् धोदः आमामां सत्यं झषस्तथोर्धोदः रेपः पूर्वमस्ति झलां झष् झषि इत्येषां सूत्राणां प्रसक्तिः भवति घकाराभावे हकारस्य ढकारादेशः तदनन्तरं लोपः भवति कथम् इति वयं पश्यामः द्रुः इति धातुः द्रुः योगः ता तस्य पुगन्तलघुपदस्य तिनेन द्रोः योगः ता इति भवति इदानीं हकारस्य घकारादेशः भवति वादृहमुहष्णुहष्णिहाम् इति सूत्रेण अतः द्रोघ् योगः ता इति भवति. इदानीं ता इति प्रत्ययस्य झषस्तथोर्धो धः इति इत्यनेन सूत्रेण ता इत्यस्य धा आदेशः भवति, द्रोघ् योगः धा इति भवति. इदानीं झलां झष् झषि इति इत्यनेन सूत्रेण द्रोघ् योगः धा द्रोग्धा इति भवति. अतः यथा पूर्वम् उक्तं हकारस्य गकारादेशः भवति अन्ततो गत्वा इति. अग्रे सः वः इति धातोः हकारस्य ढकारादेशः भवति, तदनन्तरं लोपः भवति. तकारधकारयोः ढकारादेशः भवति, अकारस्य ओकारादेशः भवति. तत्र सामान्यसूत्राणि सर्वाणि भवन्ति. तदनन्तरं सहिवहोरो अवर्णस्य इति सूत्रमपि तत्र प्रसक्तं भवति. उदाहरणम् अस्ति सह धातुः, सहयोगः तुमुन्, तत्र सहयोगः तुम् इति भवति. सढयोगः तुम् हकारस्य ढकारादेशः भवति. प्रथमम् इत्युक्ते होढः इति सूत्रेण इत्यनेन सूत्रेण इदानीं तकारस्य धकारादेशः भवति. झषस्तथोर्धो धः इति सूत्रेण धुम् इति भवति. सढयोगः धुम् इति भवति. इदानीं धकारस्य ढकारादेशः भवति. सहि वहोः तेन सूत्रेण वा भगिनि? आमाम्, इत्युक्ते तत्र प्रथमतया ढोडे लोपः भवति खलु. ढोडे लोपः प्रथमतया भवति, पूर्वतन ढकारस्य लोपः. ढकारः अभवत् इदानीं स्टुनाष्टुः इत्यनेन ढकारः डकारः अभवत्. ओ अस्तु अस्तु, अहं तत् स्मृतवती. इदानीं ष्टोः ष्टुनाष्टुः इत्यनेन सूत्रेण धकारः. सूत्रं सूत्रं स्तोः ष्टुनाष्टुः इति नास्ति, केवलं ष्टुनाष्टुः इति सूत्रम्. आम् अनुवृत्तिः अस्ति स्तोः इति. धकारस्य ढकारादेशः भवति, सढयोगः ढुम् इति भवति, डोढेर्लोपः इति भवति. डोढेर् नास्ति, सूत्रेण भगिनि तत्तु जातं, तत्तु आदौ जातम्. इदानीं ढकारस्य डकारः ष्टुनाष्टुः इत्यनेन डो डेर् लोपः इति न, डो डे लोपः. सः आगच्छति सर्वत्र. डो डे लोपः इति सूत्रे इति सूत्रेण ढकारस्य प्रथमस्य ढकारस्य लोपः भवति. स योगः ढुम् इति भवति. इदानीं सहिवहोः ओद् अवर्णस्य इत्यनेन सूत्रेण ओकारः भवति. सो योगः ढुम् इति भवति, सोढुम् इति रूपम्. समीचीनं समीचीनं. तर्हि इदानीं सहिवहोरोद् अवर्णस्य इति सूत्रम् अग्रे वयं पठामः. केवलं सहधातुः वहधातुः अनयोः विषये अत्र विशेषः वर्तते. यत्र किं डलोपे पूर्वस्य दीर्घोणः इत्यस्य कार्यं न भवति. वस्तुतः ड्रलोपे पूर्वस्य दीर्घोणः इत्यनेन किं स्यात् तत्र? सकारस्य दीर्घादेशः भवेत्. सकारस्य न, अकारस्य. सोरि, परन्तु अस्तु. आम्, तर्हि साडं साडुम् इति भवेत् खलु, साडुम्. आम् आम्. अथवा वाडुम् इति भवेत्, परन्तु तत्र वोढुं सोढुम् इति एवं रूपं भवति, ओकारादेशः भवति. इत्युक्ते न सोढुं शक्नोमि इति बहुधा श्रूयते खलु, न सोढुम् इत्युक्ते सहनं न शक्यते इति. भागं वोढुम् इति बहुधा प्रयोगः अस्ति खलु, भागं वोढुम् इच्छामि इति अस्ति. आं, समीचीनम् अस्तु. तर्हि अन्ततो गत्वा नः धातोः विषये किं विजयलक्ष्मी पठति, भगिनी पठति वा? पूर्वं किमपि न श्रुतं भगिनि, इदानीं श्रुतं श्रूयते. आमां पूर्वं भवती किमपि पठन्ती आसीत् परन्तु वयं किमपि न श्रुतवन्तः. आमां नः धातोः हकारस्य दकारादेशः. नः धातु विशिष्टधातु अस्ति खलु. नः धातोः हकारस्य दकारादेशः नहोधः इति न तकार थकारयोः धकारः नहोधः अपि च झषस्तथोर्धोधः झलां झश् झषि इति त्रयाणां सूत्राणाम् अत्र कार्यं भवति. नः धातोः हकारस्य ता इत्युक्ते त्रिच् वा भगिनि? ता इत्युक्ते त्रिच् एव. त्रिच् हा अत्र तु लुट्लकारस्य विषयः नास्ति अतः त्रिच् एव. नः योगः त्रिच् प्रत्यय, त्रिच् प्रत्ययस्य अन्ततो गत्वा ता इति भवति अतः नः योगः ता. तत्र नहोधः इति सूत्रेण हकारस्य स्थाने धकारादेशः भवति. नध योगः ता. इदानीं झषस्तथोर्धोधः इत्यनेन तकारस्य धकारादेशः भवति. नध योगः धा इति भवति. झलां झष् झषि इत्यनेन नध धकारस्य स्थाने झष्त्ववर्णः आयाति. नध योगः धा नद्धा इति अन्तिमरूपम्. समीचीनं महोदय. वस्तुतः तत्रापि होडः इत्यस्य प्रसक्तिः अस्ति. तत् प्रबाद्य विशेषसूत्रं नहोदः इति. अग्रे पठतु भगिनि इति अत्र एकक्षणं भगिनि क्षम्यताम्. अत्र यथा वंशी भगिनी पृष्टवती चकार महाप्राणचकारस्य विषये विशेषः वर्तते इति कृत्वा अत्र न दत्तम्. अधोभागे विस्तृततया दत्तमस्ति यद् अस्माभिः पूर्वस्मिन् करपत्रे अपि पठितं. सत्यं. द्वितीयकरपत्रे अपि समानरीत्या चकारस्य प्रसक्तिः नास्ति तत्र. तद् अग्रे तत्र प्रदर्शितम् अत्र बिन्दुरूपेण न स्थापितं तावदेव. ओके, पश्यामः बिन्दुरूपेण स्थापयितुं शक्यते वा न वा इति पश्यामः. अग्रे खण्डः अस्तु. एकनिमिष, एकः प्रश्नः अस्ति. अष्टमबिन्दु निहधातु तदनन्तरं ता अस्ति चेत् तत्र नहधातु खलु. नहधातु खलु. तत्र ता अस्ति चेत् तत्र लेढा भवति यतोहि तत्र पुगन्तलघुपदस्य च कार्यं करोति. परन्तु लिह्योगतः तत्र वयम् उक्तवन्तः यः ढ्र लोपे पूर्वस्य दीर्घोणः कार्यं करोति खलु. तर्हि तत्र कित् अस्ति अतः ढ्रलोपे पूर्वस्य दीर्घोणकार्यं तदा करोति. पूर्वं न कृतवान् एवमस्ति किम्? आमां सत्यं तदेव अस्ति. यतोहि अत्र गुणस्य गुणः बाधितः खलु. यतोहि त प्रत्ययः कित् अस्ति इति कृत्वा गुणः बाधितः. गुणः बाधितः इति कृत्वा यदि तत्र इकारः एकारः जायते तदानीम् अण् न भवति खलु. आम् आम्. अतः ड्रलोपि पूर्वस्य दीर्घुण इत्यस्य प्रसङ्गः नासीत् पूर्वम्. अत्र तु गुणकार्यं नास्ति इति कृत्वा दीर्घ भवति. अस्तु, धन्यवादः. ओके, पठामि किम्? आमाम्. अग्रे खण्डशः प्रत्येकं विभागं परिशील्यते. प्रथमः बिन्दु वर्गस्य प्रथमः द्वितीयः तृतीयः वर्णः प्राक् अपि च त थ वा परे चेत् खरि च. धातोः अन्तिमवर्णः वर्गस्य प्रथमः द्वितीयः तृतीयः वा चेत् अपि च प्रत्ययादौ त थ वा चेत् चत्वसन्धिं करोतु. वर्गस्य प्रथमः द्वितीयः तृतीयः वर्णः कुत्र भवति? प्राक् इत्युक्ते अङ्गस्य अन्ते भवति वा भगिनी? धातोः अन्तिमवर्णः वर्गस्य प्रथमः द्वितीयः तृतीयः वर्णः वा चेत् अपि च प्रत्ययादौ त थ वा चेत् प्रत्ययादौ त थ भवति चेत् खरि च इति सूत्रस्य कार्यं भवति. अपि च धातोः अन्तिमवर्णः वर्गस्य प्रथमः द्वितीयः तृतीयः वर्णः वा चेत् अपि च प्रत्ययादौ प्रत्ययस्य आदौ तकार थकार भवति चेत् तत्र चत्वसन्धि भवति खरिच इत्यनेन. उदाहरणमस्ति वा भगिनि? हा अस्ति. खरिच खरिच झलः स्थाने चर आदेशो भवति खरि परे. खरि सप्तम्यन्तं च अव्ययपदं द्विपदम् इदं सूत्रं. झलां झषि इत्यस्मात् झलाम् इत्यस्य अनुवृत्तिः. अभ्यासे चर्च इत्यस्मात् चर्च इत्यस्य अनुवृत्तिः. तयोर्वा वचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं झलां चर् खरि च संहितायां. पूर्वं दृष्टम् अस्ति अत्र खरि च इति सूत्रस्य विवरणम् अस्ति. खरि इति सप्तम्यन्तं च इति अव्ययपदं. पूर्वस्मात् सूत्रात् झलां झष् झषि इति सूत्रात् झलाम् इत्यस्य अनुवृत्तिः. अभ्यासे चर् च इत्यस्मात् चर् च च इत्यस्यापि भवति वा भगिनि? केवलं चर् इत्यस्य भवति वा? केवलं चर् खलु? किं किं पृच्छति? अभ्यासे चर् च इत्यस्मात् केवलं चर् इत्यस्य अनुवृत्ति खलु? चर् इत्यस्य अनुवृत्ति यतोहि च इति तु अत्र एव अस्ति खलु? अत्र एव अस्ति. चर् इत्यस्य अनुवृत्तिः. तयोर्जवावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं झलां चर् खरि च संहितायाम् इति. वयं जानीमः यत् खरि च इत्यनेन खर् त थ स परे अस्ति चेत् पूर्वतनवर्गीयव्यञ्जनस्य प्रथमसदस्यादेशः चर् आदेशो भवति. यत्र प्राक् प्रथमो द्वितीयस्तृतीयो वा वर्णोऽस्ति अपि च परे त थ वा अस्ति तत्र अस्माकं प्रथमं कार्यं चर्त्वमेव. चतुर्थो वर्णश्चेत् कार्यं भिन्नं. तद् अनन्तरम् अवलोकयाम. अत्र क्रमेण सर्वान् वर्गान् परिशीलयाम. क ख ग इति प्रथम द्वितीय तृतीय वर्णस्य खरि च इत्यनेन प्रथमवर्णस्य आदेशः ककारादेशः भवति. अग्रे पठानि वा भगिनि? न, बहु समीचीनम् अस्ति भगिनि, समीचीनम् अस्ति इति. इदानीं तत्र क्रमेण वयं परिशीलनं कुर्मः. तर्हि इदानीं तत्र वयं पश्यामः तत्र ककार कवर्गीयधातुः कवर्गीयानां चिन्तनम् इदानीमस्ति. तत्र अधिक अधिक महत्त्वं नास्ति इत्युक्ते केवलं चर्त्वकार्यमेव भवति. ओके, तर्हि इतोपि अग्रे तत्र उमा भगिनी अग्रे पठति वा? पठामि भगिनि, श्रूयते वा? आमां श्रूयते. वयं जानीमः यत् खरि च इत्यनेन खर् त थ स परे अस्ति चेत् पूर्वतन वर्गीयव्यञ्जनस्य प्रथमसदस्य आदेशः सर् आदेशो भवति. यत्र प्राक् प्रथमो द्वितीय तृतीयो वा वर्णास्ति अपि च परे त थ वा अस्ति तत्र अस्माकं प्रथमं कार्यं सत्वम् एव. चतुर्थो वर्णः चेत् कार्यं भिन्नं. तद् अनन्तरम् अवलोकयामः. अत्र क्रमेण सर्वान् वर्गान् परिशीलयामः. उदाहरणं क ख ग बिकम्स् क खरीच. अत्र खरीचसूत्रस्य वर्णनम् अस्ति. खरीच सूत्रेण खर् त थ परे अस्ति चेत् प्रथमसदस्य आदेशः भवति, तत् आदेशो भवति, प्रथमो द्वितीय तृतीय वा वर्णः अस्ति, अपि च परे थ वा अस्ति, तत्र अस्माकं प्रथमं कार्यं कर्तव्यमेव इति. चतुर्थयोः वर्णः चेत् कार्यं भिन्नम्. अत्र क्रमेण सर्वान् वर्गान् परिशीलयामः. क ख ग बिकम् क करि ख्रीत इति सूत्रेण. अग्रे पठामि वा? आमाम् अग्रे पठतु. खरीच इत्यनेन प्रथमादेशो भवति, यथा शासक योगः सि, शासक योगः सि, शासक्ति. अत्र प्रथमवर्णः शासक् इति, शासक् योगः सि इति चेत् शासक्ति इति आगच्छति. अत्र कविसूत्रम् अस्ति चेत् वर्ण प्रथमवर्णः एव अस्ति, तस्मात् भेदः नास्ति. शासक् योगस्थः शासक् योगस्थः शासक्थः. मे मेक् इति योगस्ति, मे मेक्ति ले मेक् योगः स्थः. अत्र द्वितीयः अस्ति ले मेक्, तत् खवर्गः अधिकं कवर्गः तु खरीचसूत्रम् अप्लेष्य ले मेक् योगः स्थः ले लेक् स्थः. सात्वङ्ग् योगः अस्ति सात्वङ्क् दति तृतीयवर्णः अधिकं प्रथमवर्णः खरीचसूत्रस्य तात्वङ्क् युगति तात्वन्ति इति आगच्छति. तात्वङ्क् ओके अग्रे अग्रे पठामि वा? तात्वङ्ग् योगः स्थः इति उक्तवती वा? द्वितीय तृतीयवर्णः बिकास् प्रथमवर्णः तत्सः तदेन सह सः योजयितुं सात्वन्थः इति आगच्छति. सम्यक् भगिनि, तर्हि अस्तु अग्रे पठतु. सवर्गस्य समूहत्रयं सवर्गस्य समूहत्रयम् ओके. सकार जकारयोः सामान्यं स ज ख सोपुः खरीच. रिञ्च् योगः तः सोहोपुः इति सूत्रेण कुत्वं भवति. रिङ्क् योगः तः रिङ्क्तः सो रिच् रिङ्क् इति धातु योगः तः सोपुः इति सूत्रेण कुत्वमागच्छति. सकारस्य स्थाने ककारादेशो भवति, सो रिङ्क् योगः सः रिङ्क्तः इति आगच्छति. देन् रिञ्च् योगः सः सोपुः रिङ्क् प्रथमवर्णः आगच्छति, सकारस्य स्थाने रिङ्क् योगः सः रिङ्क्तः. देन् भुञ्जयोग अग्रे पठामि वा? भुञ्जयोगः गुञ्जयोगः सः सोपुः इति सूत्रेण प्रथमवर्णः आगच्छति, सोरि भुञ्जयोगः सोपुः इति सूत्रेण तृतीयवर्णः ग आगच्छति. भुङ् योगः सः देन् खरीतसूत्रस्य भुङ्क् योगः सः भुङ् सः इति आगच्छति. तत्र वस्तुतः नष्टपदान्तस्य जले अनुस्वरस्यै परसवर्ण इत्यस्य अपि कार्यमस्ति. तदेव भुङ्ग् सर्वत्र अनुस्वारः पञ्चमवर्णः भुङ्ग् प्लस्तः भञ्ज् योगः सः चोः इत्यनेन दकारस्य स्थाने गकारः आदेशः भवति तत्र भुङ्ग् प्लस्तः हरितसूत्रस्य भुङ्क् योगः सः भुङ्क्तः इति अनुस्वारस्य स्थाने पञ्चमवर्णः आगच्छति भुङ्क्तः इति भुङ्क्तः इति आगच्छति चोकुः हा समीचीनं चोः कुः केवलं प्रथमवाक्यम् अनुवृत्तिसहितसूत्रम् आ चोः कुः इति प्रथमवाक्यम् अनुवृत्तिसहितसूत्रं पठतु कवर्गस्य स्थाने कवर्गादिषु भवति कवर्गस्य स्थाने कवर्गस्य स्थाने कवर्गादेशो भवति ध्वनिपदान्ते च अनुवृत्तिसहितसूत्रं चोः कुः ध्वनिपदस्य अन्ते च अनुवृत्तिसहितसूत्रं चोः कुः ध्वनिपदस्य अन्ते च अन्ते झल्वर्णः अस्ति चेत् चोकुः आगच्छति न न अन्ते झल्वर्णः अस्ति चेत् चोः कुः आगच्छति इति नास्ति पदान्ते च वर्गीयवर्णः अस्ति चेत् कवर्गीयवर्णादेशः इति एकं निमित्तं चवर्गीयस्य स्थाने कवर्गीयादेशः जलिपरे इति अन्यत् निमित्तम् चोकुः सवर्गस्य स्थाने कवर्गादेशो भवति चोकुः जलिपदस्य अन्ते च पदस्य अन्ते जलि अस्ति चेत् चोकुः कार्यं करोतु समीचीनं समीचीनं धन्यवादः भगिनी धन्यवादः अत्र कोऽपि संशयः अस्ति वा अस्तु इदानीम् अग्रे उषा भगिनी अग्रे पठति वा इत्युक्ते सामान्य चकारान्तः अस्ति चेत् सामान्यकार्यं सत्वं सर्वं भवति इदानीम् इतोपि विशेषः व्रश्च ब्रश्च इति विशेषदातवः अग्रे अस्तु ब्रश्च ब्रश्च सृज् मृज् यज् राज् भ्राज् इति च वर्गान्तधातवः चेत् शकारादेशः भवति उपरितनेषु विशिष्ट उक्तेषु धातुषु अन्यतमः चेत् शकारादेशः भवति तदा ष्ठुनाष्टुः इत्यनेन प्रत्ययादौ तकारस्य स्थाने टकारः अपि च तकारस्य स्थाने ठकारः अस्तु यथा यायज् योगः थि व्रश्च ब्रश्च सृज मृज यज राज भ्राज चषांशः इत्यनेन षत्वम् भवति या यज् या यश् भवति या यश् योगः ति ष्ठुनाष्टुः इत्यनेन ष्ठुत्वं भवति या यश् तकारः ति तकारः टि भवति या यष्टि अस्तु व्रश्च व्रश्च सृज मृज यज राज भ्राज परिगणितधातोः कृते व्रश्च ब्रश्च इत्यनेन षत्वं भवति अनन्तरं ष्टुनाष्टुः इत्यनेन प्रत्ययादौ तकारः स्थाने टकारः आयाति अथवा थकारः स्थाने ठकारः आयाति उदाहरणरूपेण या यज् इति यङ्लुगन्तधातु या यज् योगगति व्रश्च ब्रश्च सृज मृज यज राज ब्राज चषांशः इत्यनेन या यश् भवति यज् इति यश् भवति या यश् योगः ति अनन्तरं ति तकारः पूर्वं षकारः अस्ति इत्यनेन ष्टुनाष्टुः इत्यनेन स्तुत्वं भवति या यष्टि तकारस्य स्थाने तकारः या यष्टि इति भवति ब्रश्च ब्रश्च इति धात्वोः अन्ते संयोगः अस्ति अपि च संयोगस्य प्रथमसदस्य सकारः अतः स्कोः संयोगाद्योरन्ते च इत्यनेन सकारस्य लोपः भवति ध्येयं यत् वा व्रश्च धातोः उपदायां यः शकारः सः मूले सकारः तदा स्थोश्चुनाशुः इत्यनेन चकारस्य प्रभावेन सकारस्य श्चुत्वेन शकारः जातः मूले सकारः इति कारणतः स्कोः संयोगाद्योरन्ते च इत्यस्य प्रसक्तिः अस्ति. अस्तु, पूर्वतनसूत्रे ये धातवः सन्ति व्रश्च ब्रश्च इति धातोः अन्ते संयोगः अस्ति, शकार व्रश्च इत्यस्य कृते शकारचकारसंयोगः अस्ति, ब्रश्च इत्यस्य कृते सकार जकारसंयोगः अस्ति. संयोगस्य प्रथमसतस्य सकारः यद्यपि ब्रश्च इति वयं पश्यामः तत्र शकारः मूले सकारः एव भवति. तत्सकारः स्कोः संयोगाद्योरन्ते च इत्यनेन तत्सकारस्य लोपः भवति. ब्रश्च अत्र सकारः एव दृश्यते, सकारस्य तत् सकारस्य लोपः अपि भवति. स्कोः संयोगाद्योरन्ते च सकारः संयोग आदौ स्थितसकारस्य लोपः भवति. अनन्तरं स्तोः चुनाचुः इत्यनेन चकारस्य प्रभावेन पूर्वं यत् सकारः तत् सूत्रे किमर्थं स्तोः व्रश्च इत्येव वयं पश्यामः इति चेत् स्तोः चुनाचुः इत्यनेन चकारस्य प्रभावेन सकारस्य मूलसकारस्य चुत्वेन शकारः जातः मूले सकारः इति कारणतः एव स्कोः संयोगाद्यरोन् अन्ते च इत्यस्य प्रसक्तिः अस्ति. अग्रे अस्ति प्रक्रिया वा व्रश्च योगः ति स्कोः संयोगाद्योरन्ते च इत्यनेन झलि परे संयोगस्य आदौ स्थितस्य सकारस्य लोपः. ति इत्यस्य तकारः झल् अस्ति इत्यनेन झलि परे संयोगस्य आदौ षकारचकारयोः आदौ स्थितस्य सकार मूलरूपं सकारः एव तत् सकारस्य लोपः भवति वा व्रच् योगः ति इति अस्ति. अनन्तरं व्रच् इत्यस्य व्रश्च ब्रश्च सृज मृज इत्यनेन षत्वम् आयाति वा व्रश् योगः ति ष्टुनाष्टुः इत्यनेन ष्टुत्वं वा व्रष्टि इति भवति. तथा एव तः पूर्वं तः परः अस्ति चेत् अपि वा व्रश् भगिनि बहु समीचीनं भगिनि, सम्यक् सम्यक् बहु सम्यक्तया पठितवती. इदानीं किञ्चित् तत्र किं शोभा भगिनी अग्रे पठति वा? धन्यवादः. अत्र वाव्रश्च योगः ति इत्यत्र कोऽपि संशयः अस्ति वा? अकृतवियोगः पाणिनीयाः इत्यस्य प्रसङ्गः अस्ति अत्र. वस्तुतः वाव्रश्च सकारचकारः एव अस्ति तत्र. यद्यपि यङ्लुगन्तधातोः निर्माणार्थं वाव्रश्च इति वयं प्रदर्शयामः, परन्तु यदा प्रक्रियार्थं दातुं वयम् आनयामः तदानीं वयं द्रष्टुं शक्नुमः यत् तत्र चकारः यद् निमित्तम् अस्ति तद् नशिष्यमाणम् अस्ति इति कृत्वा स्थुत्वकार्यं वयं न कुर्मः. अतः वाव्रश्च इति दातुं स्वीकृत्य सकारचकारयोः संयोगः इति कृत्वा स्कोः संयोगाद्योरन्ते च इत्यस्य प्रसङ्गः भवति तत्र. एवमेव अन्यत्रापि भगिनी वदतु. आं भगिनि, अग्रे वाव्रश्च योगः तः तत्र वाव्रच् इत्येव स्वीकुर्मः योगः तः. इदानीं वाव्रश्च इत्यत्र अन्ते तत्र तः इति प्रत्ययः अस्ति इत्यतः पदमस्ति, अतः पदस्य अन्ते इत्यनेन इति भवति. तर्हि स्कोः संयोगाद्योरन्ते च इति सूत्रेण तत्र सकारस्य, यतोहि सकारः संयोगस्य आदिमवर्णः, तस्य लोपः भवति. तर्हि वाव्रच् योगः तः वृषभ्रश्च सृज मृज यज राज भ्राज छशांशः इति सूत्रेण षत्वं भवति. इत्युक्ते वाव्रच् इत्यस्य चकारस्य स्थाने, यतोहि व्रच् इति धातुः मूले अस्ति, यत् यस्य व्रश्च इति सन्धिकार्यं भूत्वा अभवत् सूत्रे, तस्य चकारस्य षत्वं भवति वाव्रश् योगः तः. इदानीं षकार थकारयोः योगे ष्टुनाष्टुः इति सूत्रस्य प्रसक्तिः. तर्हि श्रुत्वं भवति, थकारस्य स्थाने ठकारादेशः तर्हि वावृष्ठः इति भवति. एवमेव वावृश्च योगः ति वावृष्टि इति भवति. वावृष्टियोगः थः वावृष्टः इति इदानीं तयोः द्वयोः अपि कार्यं दृष्टं. बाभ्रश्चियोगः ति तत्रापि बाभ्रष्टि तत्र इत्युक्ते तत्रापि सकारस्य लोपः भवति पूर्वं बाभ्रज् न तत्र न भवति खलु. बाभ्रश्चियोगः ति बाभ्रष्टि जकारस्य बाभ्रज् भवति चेत् बाभ्रश् इति भवति. हा तत्रापि तदेव भवति. अस्तु बाभ्रष्टि बाभ्रश्चियोगः तः बाभ्रष्टः. यायज् योगः ति तत्रापि यायष्टि इत्युक्ते जकारस्य स्थाने षकारादेशः तदनन्तरं ति इत्यस्य टि यायष्टि इति. यायज्योगः तः तथा एव यायष्टः. राराजयोगः ति राराश्च योगः ति स्तुत्वं रारष्टि. राराजयोगः तः राराशयोगः ठः भवति राराष्टः. बाभ्राजयोगः ति बाभ्राश्योगः ति नन्तरं बाभ्राशयोगः टि बाभ्राष्टि. बाभ्राजयोगः तः बाभ्राश्योगः ठः बाभ्राष्टः इति. तत्र कोः संयोगाद्योरन्ते च अपि च पुरश्च पश्च सृजं ऋज इति सूत्रं तदनन्तरं सुनास्तुः इत्यनेन अन्तेष्टुत्वम् एतानि रूपाणि भवन्ति. समीचीनं भगिनी, सम्यक् अस्ति. अत्र स्पष्टम् अस्ति इति मन्ये. तर्हि इदानीं किञ्चित् अग्रे गच्छामः. तर्हि वंशी भगिनी पठतु अग्रे. मृज् सृज् धातोः अपि कार्यं तदेव. मृज् धातोः वृद्धिः अपि भवतु, सृज् धातोः अम् आगमः भवतु. मृज् योगः ति मृजे वृद्धिः इत्यनेन मार्ज् योगः तु मार्ष्टि. तत्र मृज् धातोः विशिष्टसूत्रमस्ति, मृजे वृद्धिः इति सूत्रमस्ति. मृज् योगः ति तत्र गुणः भवेत् पुगन्तलघुपदस्य चेत् गुणः भवेत् तत्तु, परन्तु तत् प्रबाध्य मृजे वृद्धिः कार्यं करोति, अतः तत्र मार्ज्योगः ति भवति. तस्मात् सुनाष्टुः इत्यनेन मार्ष्टि प्रथमं तु मार्ज् इति भवति. तस्मात् ब्रश्य ब्रश्य सृज मृज याज् मृज इति दलस्य दलस्य कारणेन तत्र मार्ष् मार्ष् इति भवति. जकारस्य स्थाने मूर्धन्यषकारः भवतु. तस्मात् शृणार्थः इत्यनेन मार्ष्टि इति रूपं. मृज्योगः तः अपित्वात् गुणनिषेधः मृष्टः. तत्रापि जकारस्य स्थाने मूर्धन्यषकारः, तस्मात् शृणार्थः इत्यनेन तत्र गुणः न भवति, परन्तु तत्र ष्टुत्वं भवति मृष्टः इति रूपम्. समीचीनं, सम्यक् अस्ति भगिनि, सम्यक् अस्ति. तर्हि तत्र मृजे वृद्धिः इति विशिष्टसूत्रं. मृजेः वृद्धिः भवति, मृजेः इकः वृद्धिः, मृजेः तत्र ऋकारस्य वृद्धिः भवति, आर् इति भवति. तावदेव तत्र अस्ति. निमित्तम् इत्युक्ते अङ्गाधिकारे वर्तते इति कृत्वा निमित्तं कश्चन प्रत्ययः भवेत्, सार्वधातुकार्धधातुकप्रत्ययः. तावदेव अस्तु अस्तु तावदेव अस्तु. अग्रे विजयलक्ष्मी भगिनी अग्रे पठति वा? अस्ति वा? सरीसृज् योगः ति सरीसृज् योगः ति सृजि दृशेर् झल्यम् अकिति इत्यनेन अम् आगमः. सरी सृ योगः अम् आगमः, तत्र मकारस्य लोपः अ इत्येव तिष्ठति. अपि च अम् इति आगमः अन्तिम अच्वर्णात् परम् आयाति, अतः जकारस्य पूर्वम् आयाति. इदानीं समीचीनम्. इपो यनचि इत्यनेन रेफस्य यण् आदेशः भवति, ऋकारस्य यण् आदेशः भवति, सरि स रेफः तत्र अकारः अस्ति इति कृत्वा सरि सृ इति भवति, अपि च ज सरिसृज् योगः ति इति अस्ति. इदानीं किं भवति भगिनी अत्र जकारस्य ऋकारस्य स्थाने रेपादेशः भवति सरिसृज् अभवत्, सरिसृज् योगः ति. अत्र जकारस्य सृज् इति दीर्घसूत्रे अस्ति खलु, तत्र अतः जकारस्य मूर्धन्य षकारादेशः भवति सरिषरष् योगः ति. अपि च अनन्तरं ष्टुनाष्टुः इत्यनेन ष्टुत्वं भवति, तकारस्य स्थाने टकारादेशः सरिसृष्टि इति भवति. एवमेव सरिसृज् योगः थः इति प्रत्ययः वा भगिनि? कः इति प्रत्ययः? तर्हि प्रथमपुरुषे द्विवचने नाम मध्यमपुरुषे द्विवचने तीतः सीतः निद्रा सरिसृज् योगः. इदानीं सृज् इत्यस्य पूर्वं यथा स्रज् अभवत् तथा एव अत्रापि स्रज् भवति, इको यणचि इत्यनेन ऋकारस्य रेफः भवति, अपि च सृजि दृशेर् झल् झल्यम् अकिति, एतदपि कार्यं करोति खलु भगिनि? आमाम्. अस्तु, अतः सरिसृज् योगः थः, सृज् इति भ्रश्च भ्रश्च सूत्रे अस्ति, अतः जकारस्य स्थाने मूर्धन्य षकारादेशः. न, परन्तु अत्र अकिति इति उक्तं खलु, अकिति जल् अम् अकिति, तर्हि अकिति इति चेत् अत्र तकारः तकारः तु अकिति अस्ति वा न वा? तकारः तु अकिति एव खलु, कित् नास्ति, कुत्र अस्ति कित्, अत्र कित् नास्ति खलु, नित् अस्ति, निद्वत् अस्ति, अतः अकिति एव अस्ति खलु. अतः कुत्र अकिति इति उक्तः, उपरि अस्ति खलु अकिति, जल्यमकिति, अकिति. अतः सरि सृष् योगः थः इत्यत्र ष्टुनाष्टुः इति कार्यं करोति, थकारस्य ठकारादेशः भवति, सरि सृष्ठः इति रूपं सिद्ध्यति. समीचीनं, सम्यक् सम्यक्. इत्युक्ते सरि सृजि दृशोर्जल्यमकिति इति सूत्रेण अमागमः भवति, सः अमागमः मिदचोन्त्यात् परः इत्यनेन अन्त्यात् अचः परः, अतः तत्र सरीसृ इत्यत्र ऋकारः एव अन्तिम अश्वर्णः इति कृत्वा तस्य अनन्तरम् अमागमः अकारः आयाति, तर्हि तत्र ऋकार अकारयोः इकोयणचि इत्यनेन यणादेशः, ऋकारस्य रेपादेशः, अतः सरीसृ सरिसृज् इति रूपं, तदनन्तरं यथा सामान्यं कार्याणि रश्च ब्रश्च अनन्तरम् इत्यादिकम्. ओके, लक्ष्मी भगिनी अग्रे किञ्चित् पठतु, पठतु, समापयामः. शकारान्तधातोः वर्गद्वयं आमाम्. ए बिन्दुः तुक् सहित चकारान्तधातुः इति चेत् छोः षूडनुनासिके च इत्यनेन षत्वं तदा व्रश्च व्रश्च सृजमृज यजराज राजश्छशां शः इत्यनेन षत्वम्. उदाहरणार्थं पाप्रच्छ योगति छोः षूडनुनासिके च पाप्रश्य योगति व्रश्च व्रश्च सृजमृज यजराज भ्राजश्चशांशः सूत्रेण पाप्रश्य योगति पाप्रष्टि इति रूपं ष्टुत्वं स्यानन्तरम्. एवमेव पाप्रच्छ योगतः पाप्रष्ठः इति अत्र उदाहरणसहितं दत्तमस्ति, प्रदर्शितमस्ति. अत्र चकारान्तधातोः वर्गद्वयमस्ति, एकं तु तुक् सहितचकारः, अन्यत्तु तुक् विहाय चकारः अपि दृष्टं दत्तमस्ति. अत्र प्रथमं तु यत्र उदाहरणं पाप्रच् योगति इत्यत्र तु चकारस्य पूर्वं तुक् अस्ति, तस्य शुत्वमपि भूत्वा चकारः दृश्यते. तादृश पाप्रच् योगति इत्यत्र छोः शूडानुनासिके च इत्यनेन किं तुक् सहितचकारस्य तालव्यशकारादेशः भवति. छोः शूडानुनासिके च सूत्रेण पाप्रश् योगति इति प्रसङ्गे, इत्यस्मिन् प्रसङ्गे व्रश्च प्रश्च सूत्रेण अन्तिमशकारस्य, इदानीं शकारान्त शकारान्तधातुः अस्ति, अतः तादृशशकारस्य षत्वम् आदेशः भूत्वा पाप्रश् इति भवति. पाप्रश् योगति श्रुत्वमपि भूत्वा पाप्रष्टि इति रूपं, तथैव पाप्रच् योगतः पाप्रष्टः, प्रथमं चूः शूडनुनासिके च इत्यनेन षत्वं शकारादेशः, व्रश्चभ्रश्च सूत्रेण शकारस्य शकारादेशः, परं श्रुत्वमपि भूत्वा पाप्रष्टः इति रूपं भवति. इत्युक्ते अत्र चोः शूडनासिके च इत्यत्र निमित्तं किं स्वीकृतम्? अत्र जलादिप्रत्ययः, केवलं जलादिप्रत्ययः, अत्र कित् नित् इति किमपि नास्ति. नास्ति इत्युक्ते अस्माकं करपत्रेषु सर्वत्र चोः शूडनासिके च इत्यत्र जलादिप्रत्यये परे इत्येव वयं स्वीकुर्मः, परन्तु स्मर्तव्यं यत् जलादि किति निति प्रत्यये परे इति अपि वयं इति तादृशमतमपि वयं स्वीकर्तुं शक्नुमः, परन्तु अस्माभिः न स्वीकृतं तावदेव. तथा स्वीकुर्मः चेत् प्रक्रिया किञ्चित् भिन्ना भवति. अत्र तु केवलं जलादि स्वीकृतं. आमां तावदेव. अग्रे पठामि किं भगिनि? अग्रे अधिकमस्ति अत्र निमिष, अत्र प्रायः अत्रैव स्थगनं कुर्मः. कोऽपि संशयः अस्ति वा अत्र? एतावता किञ्चित् झटिति एव वयं गतवन्तः, परन्तु अत्र बहु किमपि नूतनं नास्ति. अत्र अस्मिन् करपत्रे नूतनं कुत्र अस्ति तत्र एव वयम् अवधानं दद्मः, अन्यत्र तु अस्माकं परिचितमस्ति. अत्र कस्यचित् अपि क्लेशः अस्ति चेत् वदन्तु. ओके, अस्तु, तर्हि समीचीनम्, अत्र स्थगनं कुर्मः. धन्यवादः, नमस्कारः. धन्यवादः, धन्यवादः भगिनी, नमस्कारः. नमस्कारः, धन्यवादः, धन्यवादः, नमस्कारः.